नमस्सर्वेभ्यः समासचिन्तनवर्गे सर्वेषां स्वागतम्। उमाभगिनी समाससूत्राणि वदतु। तत्पुरुषः विगुष्ट द्वितीयाश्रिता द्वितीयाश्रितातीतपतित गतास्तस्य प्राप्तापन्नैः स्वयं तेन खड्वाक्षेपे सामि कालाः अत्यन्तसंयोगे च द्वितीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणनिष्प्रलक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकारार्थवचने अन्नेन व्यञ्जनं भक्ष्येन तुष्णीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढमुक्तपतितापत्रस्तैरल्पशः शोकान्तिकदूरार्थकृच्छ्राणि तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धिश्च ध्वांक्षेण क्षेपे कृते कृत्यैरुणे संज्ञाया तेन सोरात्रा वयवाः अवयवाः तत्र क्षेपे पात्रे संहितादयश्च पूर्वकालैकसर्वजरपुराणनव केवलाः समानाधिकरणेन दिक्संज्ञे संज्ञायां सन्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापानके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं सामान्यप्रयोगे विशेषेण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यपद्यमवीराश्च श्रेण्यादयकृतादिभिः तेन नैविशिष्टेनोत्कृष्टाः पूज्यमानैः वृन्दारकनादकुञ्जरैः पूज्यमानं कतरकथमो जातिपरिप्रश्ने किं चेते पोढा युवति शोककतिपय दृष्टिधेनुवशा वेहवष्कयणि प्रवक्तृ श्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति पलित वलिन जरतीभिः कृत्यतुल्या च अजात्या वर्णो वर्णेन कुमारश्रमणादिभिः चतुष्पादो गर्भिण्या मयूरवंशकादयश्च पूर्वापराधोत्तरमेकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुल्याण्यतरस्यां प्राप्तापन्ने च द्वितीया कालाः परिमाणिना नैषदकृता षष्टी याजकादिभिश्च न निर्धारणे पूर्णगुणसंहितार्थ सदव्ययसमानाधिकरणेन तेन च पूजायाम् अधिकरणवासिना च कर्मणि च युजकाभ्यां कर्तरि च नित्यं क्रीडा जीवितयोः कुगतिप्रादयः उपपदमसि अमैवाव्ययेन तृतीया प्रवृत्तिम् अन्यतरस्यां त्वाच सम्यक्। धन्यवादः भगिनि। गीताञ्जलि भगिनी समासान्तस्तोत्राणि वदति वा? पठामि महोदय, एकनिमिषम्। तत्पुरुषसमासान्तसूत्राणि तत्पुरुषस्याङ्गुलेः तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः अहसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह्नोन्ह एतेभ्यः न संख्यादेः समाहारेः उत्तमैकाभ्यां च राजाहः सखीभ्यश्च गोर् असद्वित्तलुकी गोर कथं वदामः महोदय गोर् अतद्धित हा गोरतद्धितलुकी अग्राख्याय मुरसः अनोष्माय स्मर अनोष्माय सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां चतक्ष्णः अतेः शुनः उपमानाद्प्राणिषु उत्तरमृगपूर्वाश्च कत्नः उत्तरमृगपूर्वाच्च सक्तनः नावो द्विगुः अर्धाच्च कार्या प्राचां द्वित्रिभ्या मञ्जलेः अनसन्तान्नपुंसकादच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहध्यामन्यतरस्याम्। धन्यवादः भगिनि। अत्र अधुना अद्य एकं कार्यं कुर्मः। सूत्रम् अत्र पठित्वा सूत्रस्य विवरणं ददातु। उषा भगिनी आरम्भं करोति वा? एकैकं सूत्रं पञ्चसूत्राणि भवति खलु? ओके, प्रयत्नं करोमि महोदय। तत्पुरुषः इति अधिकारसूत्र, तत्पुरुषसमासः तत्पुरुषसमासः निर्माणं भवति सूत्रं तत्पुरुषः। द्विगुश्च द्विगु तत्पुरुषसमासः इति वदति। द्वितीया श्रुतातीत पतितगतात्यस्त प्राप्तापन्नैः अत्र सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति, तत्कारणात् द्वितीयान्तशब्दम् उपसर्जनसंज्ञा भूत्वा पूर्वप्रयोगं भवति, पूर्वपदं भवति। द्वितीयान्तशब्दं पूर्वपदं भवति। द्वितीयान्तं पदं श्रुत तीत पतित श्रुत अतीत पतित गत अत्यस्त प्राप्त आपन्न इति शब्देन समस्यते इति सूत्रं वदति। द्वितीयान्तपदं श्रुत अतीत श्रित अथवा अतीत अथवा पतित अथवा गत इति शब्देन समस्यते. कृष्णश्रुतम् इति उदाहरणम् अहं स्मरामि. कृष्णश्रुतं कृष्णश्रुतम् इति समस्तपदं कृष्णश्रुतं भवति. अतीत समुद्रम् अतीतं न डोण्ट् रिमेम्बर् द एक्साक्ट् एक्साम्पल्. Atita means what? Atita is crossed. Dukkha Atita. Dukkha Atita. Crossed over the Dukkha. Dvitiya Padam Purvam Bhavet. Dvitiya Padam Purvam Bhavet. Dukkham Atita, Dukkha Atita iti Bhavati. Iti Samastha Padam Bhavati. तत्पुरुषसमासः भवति. तत्पुरुषसमासः इति उत्तरपदप्राधान्यः. लिङ्गम् अपि उत्तरपदम् उत्तरपदं यत् लिङ्गं तत् भवति. वाट् इस् दट् सूत्रं परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण उत्तरपदं यत् लिङ्गं तत्पदं तत् समस्तपदस्य लिङ्गं भवति. स्वयं तेन इति सूत्रं. स्वयम् इति शब्दं ते तान्तपदेन समस्यते. तान्तपदेन समस्यते. देन् द्वितीयतत्पुरुषसमासः द्वितीय स्वयम् इति ओ अव्ययं बट् द्वितीयान्तपदम् अव्ययम्. ओके. स्वयं तेन तान्तपदेन समस्यते. एक्साम्पल् ऐ फर्गाट् आल् दिस् एक्साम्पल् अभिः स्वयं तेन ऐ डोण्ट् रिमेम्बर् महोदय. एकनिमिषम् तद् नित्यसमासः वा भवति वा या विवक्षा विभाषा अस्ति वा? विभाषा महोदय अण्डर् द महाविभाषा. किन्तु स्वयमिति अव्ययम् इति कृत्वा अतः स्वयं तेन स्वयं कृतः इति सूत्र इति समस्तपदं स्वयं कृतः. समस्तपदं वुड् बि स्वयं कृतः. द मकारः वुड् बिकम् अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः भूत्वा स्वयं कृतः इति भवति. विभाषा इत्यनेन स्वयं कृतः इति व्यस्तप्रयोगमपि कर्तुं शक्यते. स्वयं तेन देन् कट्वा शेपे इति निन्दा अर्थे अस्ति. कट्वा इति काट् इति पदं. कट्वा शेपे कट्वारूढो जाल्मः जाल्मः इन्कन्सिडरेट् कट्वा इति शब्दस्य तान्तेन सह इति द्वितीया कट्वा तेन तान्तपतेन. ओके. कट्वारूढः कट्वारूढः. ओके. रूढः या दट् इस् दि तान्तपदं कट्वा इति पदं द्वितीयान्तपदं द्वितीयान्तपदं हौ डु वि से दट् द्वितीयान्तपदं द्वितीया कत्वा सुक्तेन सुपासः क्षेपे समासः द्वितीया कट्वा कट्वा सो कट्वा इति द्वितीयान्तपदं कट्वा इति अव्ययं महोदय कट्वा योगः अम् योगः आरूढः योगः सो ओके तत्र अम् इति प्रत्ययमस्ति न कट्वा योगः अम् इति प्रत्ययमस्ति सो दट् इस् द्वितीयान्तपदम् ओके कट्वारूढ इति कट्वारूढः जाल्मः अत्र निन्दा इति कृत्वा निन्दा निन्दा गम्यमाने व्यस्तप्रयोगस्येन निन्दा न भवति व्यस्तप्रयोगेन इति कृत्वा निन्दा न गम्यते तस्य नित्यसमासः भवति यतोहि विवक्षा अन्तर्गता अस्ति चेत् अपि तदनन्तरं सामि सामि सामि इति दट् इस् आल्सो अव्ययशब्द अर्ध इति अर्थम् अस्ति सामीकृतं सामीकृतं ओ इट्स् आल्सो तान्तपदेन समस्यते तान्तपदेन तेन तेन इति अनुवृत्तिसहितम् आगच्छति सामी इति सो तान्तपदेन समस्यते सामीकृतं सामीकृतं कृतम् इति तान्तपदं दिस् इस् सामीकृतम् इति समस्तपदं सामीकृतम् इति व्यस्तप्रयोगम् ओके धन्यवादः भगिनि धन्यवादः महोदय सामीकृतम् अरुणा भगिनी करोति वा कालाः इति आरभ्य प्रयत्नं नमस्ते महोदय प्रयत्नं करोमि कालाः कालवाचनशब्दः द्वितीयान्तशब्दः तान्तपदेन विकल्पेन सदस्यन्ते तत् पुरुषसमासः भवति प्रथम पूर्णसूत्रं सूत्रमस्ति द्वितीयाः कालाः सुपः तेन सुपसः त्रिभाषा तत्पुरुषः भवति उदाहरणमस्ति मासं प्रमितः सम्यक् महोदय तत्र कालवाचकाः अस्ति न दिनं रात्रि मुहूर्तं मासः द्यौ आहः दिवा दिवसः वत्सरः निशा शर्वरी रजनी इत्यादीनि कालवाचकाः सुबन्धेन सह तेन त्वान्तसुबन्धेन सह समस्यते तत्र विभाषा इति अधिकारस्य तत्पुरुषसमासः भवति अतः मासं प्रमितः इति मासप्रमितः इति प्रतिपचन्द्रः प्रतिपत्तम् इति द्वितीयान्तं चन्द्र इति प्रतिपदचन्द्रं मासं परिच्छेदुम् आरब्धवान् इत्यर्थः मास प्रतिपदचन्द्र मासं परिच्छेदुम् आरब्धवान् प्रमितः मासप्रमितः प्रमितः मीन्स् परिच्छेद परिच्छेदम् इति अर्थम् इति मासं परिच्छेदुम् अर्थे प्रतिपदचन्द्रः मासं परिच्छेदुम् आरब्धम् इत्यर्थः सो वेन् द मून् इस् इन् द प्रतिपदम् इट् डिवैड्स् अ मन्त् इन् टु टु टैम्स् टु पूर्वम् एन् परं सो प्रमितः प्रमितः इति तान्तपदमस्ति मासः इति कालवाचि शब्दमस्ति मासं प्रमितः इति व्यस्तप्रयोगं तत्र समस्तपदं भवति प्रत्ययलोपानन्तरं मासप्रमितः इति प्रमिता तदनन्तरं उत्तरपदम् आधारीकृत्य समस्तपदस्य लिङ्गं भवति पर्वलिङ्गं द्वन्द्वतत्पुरुषि इत्र अस्मिन् एकं अयं समासः छान्देन ये सः एव भवति. अनन्त्यन् संयोगार्थं वचनम् अनन्त्यन्तसंयोगार्थं वचनम् अनन्त्यन्तसंयोगे मा समासं कर्तुं कृतसूत्रं कृतम्. अग्रिमसूत्रमस्ति अत्यन्तसंयोगे च इति. प्रकृतसूत्रम् अग्रिमेण सूत्रेण सह मिलित्वा करणीयम् आसीत्, तथापि द्वे सूत्रे कृते पाणिनिना. केन कारणेन? अत्यन्तसंयोगे अपि द्वितीयान्तपदं तान्तेन पदन्तेन सह समासं कर्तुं कालवाचीशब्दस्य. किन्तु मासं परिच्छेदं प्रमितः इति परिच्छेदस्य अत्यन्तसंयोगस्य अभावे अपि काला इति सूत्रेण तत्पुरुषसमासः भवति. यदि अत्यन्तसंयोगः अस्ति इति काले संयोगं सूचयति चेत् तत्र अत्यन्तसंयोगे च इति सूत्र अग्रिमसूत्रेण समासः भवति. किन्तु यत्र यत्र अनत्यन्तसंयोगार्थं वचनम् इति इत्युक्ते अत्र कालाः इति सूत्रेण यावत् संयोगार्थं न सूचयति तत् कालाः इति सूत्रेण भवति. यत्र अत्यन्तसंयोगं सूचयति पदं तत्र अत्यन्तसंयोगे च इति सूत्रेण समासं भवति. अत्यन्तसंयोग अनत्यन्तसंयोगे यदि संयोगं सूचयति काले, सो विल् सी इफ् यु लुक् अट् द नेक्स्ट् सूत्रं किं भवति. अत्यन्तसंयोगे च कालवाचिनः इति अत्यन्तसंयोगे द्वितीया. मुहूर्तं सुखं, सी द मुहूर्तम् ईस् ए मोमेण्ट् इन् द कालवाचि शब्द एण्ड् देर् फोर् इट् हेस् गोट् ए संयोग वित् द कालवाचि. इट्स् नाट् नो डोण्ट् टेक् इट् एस् पार्शियल् और् फुल्. इट् ईस् ए पार्ट् अण्ड् पार्सल्. यु हर् टु टेक् इट् देट् वे. Within the period, it is an event. A time is being shown. So samyog is not for the whole time. It's only some portion of the time. You, not some portion of the time. It can be even a moment in the time. I thought more that it's like atyanta sayogecha is for like where the it is fully covered, where the complete muhurtam long the sukam lasts, whereas in the other one so it is only intermittently covered. The other one, what is the pratipat chandraha, masa pramitaha chandraha, it's the time is not fully covered. It's only the, yeah, I think that's kala is a period. Masam is a total period. Pramita is that place where parichedam happens, na? Amore, Pratipat Chandra is only the first day of the moon. So Pratipat. So there is no samyoga here, no? It is. No, Masa Pramitaha is the samasa, but Masa Pramitaha is Anatyanta Sayoga, meaning it's the. Anatyanta Sayoga Arthai Vachanam Iti. Amore, then the time is not. It's not fully covered. Like whereas muhurtam sukam, the sukam lasts for so long, for the whole muhurta, for the whole 45 minutes, the muhurt. So whereas the pratipat chandra is going to stay only for a very short time, so it is not the whole time. The especially the pratipat chandra, the first day of the moon, it won't last so long. So my thinking is it won't. Atyanta sanyoge cha, but as it say, I'm just correcting myself what you say from that. So what does it say? I am samasaha tyantavatya patisaha bhavasi anatyanta sanyoge vachanam. अनत्यन्तसंयोगे समासं कर्तुं प्रकृतसूत्रं कृतम्। अग्रिमसूत्रमस्ति अत्यन्तसंयोगे च इति। प्रकृतसूत्रम् अग्रिमसूत्रेण सह मिलित्वा करणीयम् आसीत्, तदापि द्वे सूत्रे कृतं पाणिना। सो संयोग असंयोग आर् द टु डिफरेन्सियेशन् बिट्वीन् काला एण्ड् अत्यन्तसंयोगे च द सूत्रम्। सो अनुवृत्तिसहितसूत्र अत्यन्तसंयोगे द्वितीया कालः सुवासवर्तति मुहूर्तं सुखं, मुहूर्तव्यापी सुखम् इत्यर्थ। ओके, व्यापिनत्वं व्यापत्वम् इस् द संयोग न उषा भगिनि? आं महोदय, व्यापि या मुहूर्तव्यापि, सो मुहूर्तम् इट् लास्ट् फर् द होल् मुहूर्त, मुहूर्तव्यापि, बट् अदर् वन् इस् कालः इस् ट्वेण्टि, इट् डसन् देर् इस् नो व्याप्तम् आफ् इट्, इट् डसन् लास्ट् फर् द होल् टैम्। ओ, दट्स् वाट् सर्वरात्रं व्याप्तम्, सर्व रात्रि सर्वरात्रि व्याप्तं सुखं कल्याणि। आं महोदय, दिस् इस् सो ब्लिस्फुल् फर् द होल् नैट्। रैट् रैट् रैट्, yes, so between the two, even though samyoga means it is not a event in the kala but entirety of the kala, the entirety of the kala, yeah, that is okay, okay, okay, right, thank you for correcting. I was thinking that it is an event in the kala. No, I also don't know more there, these things just let us evaporate. We need to revise it, then only it might. Okay, Arna Bhagini, you are there? Asti Bhagini. Ah. Shreyadeva? Ah, Shreyadeva, Shreyadeva, what is it? Andhya Sutra Mahade. Atyanda Sanyoge, Adina Charchidam, Tritiya Satpurusha Samasan, what is it? Tritiya Satpurusha Samasan. Yeah, Tritiya Satpurusha Samasan. तृतीया तत्कृतार्थेन गुणवचनेन अत्र महोदय षष्ठसूत्राणि सन्ति, अत्र षष्ठसूत्राणि सन्ति। उषा भगिनी किं वदति? कालाः अण्ड् अत्यन्तसंयोगे च अनदर् डिफ्रेन्स् ऐ थिङ्क् तकारान्तपदम् इस् नाट् देर्, दान्तपदम् इस् नाट् देर् फार् अत्यन्तसंयोगे, लैक् whereas the previous one it's tantena saha samasyate muhu, this is atyanta sayoge, but kalaha kalaha kipa saha kipa saha samaka, but the other sutra, the previous sutra mahodaya, kalaha is tanta patena samasyate, I think, right, right, tena supasaha, tena supasaha sangivasha bhavati. So kala is with tanda padena, whereas atyanta sanyoge is any supanda purva padam samyoga atyanta sanyoga dvitiya padam anam atyanta sanyoge dvitiyayaha iti purva padam asti kala suje kalavachi shabdam subandena saha samasyate vibhasha tatrush samagavati avi asti. So atyanta sanyoge cha doesn't call for a tanda padam, whereas kala calls for a tanda padam ta, that the tatra anuvritti bhavati dvitiyaya kalaha supaha tena supasaha iti uttara padam astu. Better to revise these things once in a while. तृतीया तत्कृतार्थेन गुणवचनेन इति प्रथमसूत्रम्। अत्र तृतीयान्त शब्दः तत्कृतेन अर्थे सः शब्दतः विकल्पेन समिष्यति, तृतीया सुप् तत्कृतार्थेन गुण, अत्र गुणवचनेन अहं न सम्यक् जानामि, वक्तुं न शक्नोमि महोदय। तत् गुणवचनेन वचनेन अत्र तत्र तृतीयान्तं पदं तत् कृतेन गुणवचनेन सि गुणवचनं उदाहरणं पश्यति चेत् गुणवचनः गुणः क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति गुण देयरफोर गुण क्रिया च सर्वदेव द्रव्यम् आधारेण स्वीकरोति गुणः यस्मिन् द्रव्ये अस्ति तद् बोधकशब्दः गुणवचन गुणवचन इत्युक्ते यस्य गुणस्य आधारभूतेन यत् सुबन्धं भवति तत् गुणवचनं भवति गुण यस्मिन् द्रव्ये अस्ति इति गुणस्य आधारं द्रव्यं तद्बोधकार्थं तद् द्रव्यशब्दं गुणबोधक तत् द्रव्यशब्दं भवति See, there are two things here. It has to be Dravyavachaka Shabda, but Dravyavachaka Shabda should be that which should indicate the guna of the Dravya. Tat tatcha guna vachana hai tyukchyate. Tat takritena guna vachanena iti kaschit guna shabda ha, guna vachana shabda hasti तस्मिन् गुणस्य उत्पादनेन तृतीयान्तशब्दः हेतुः भवति चेत् सः गुणवचन तृतीयान्तेन कृतः इत्युच्यते यतः शङ्गुलया खण्डः शङ्गुलखण्डः इति गुणवचनशब्दमस्ति खण्डः शङ्गुलया खण्डः छुरिका इत्यर्थः शङ्गुलया खण्डः इत्युक्ते यत् वस्तु छुरिकया छिन्नं जातम् अस्ति तत् अधुना शङ्गुलया इति तृतीयान्तपदस्य खण्डः इति गुणवचनशब्देन सह समासः भवति तत्र खण्डः इति इस् अ पीस् विच् हस् बिन् कट् बट् कट् बै वाट् शङ्गुलया इति तृतीयान्तपदेन गुणवचन गुणवचनम् आधारं गुणवाचकशब्देन आं भगिनि गुणवाचकशब्देन सह समासः शङ्गुलया खण्डः इति अलौकिकविग्रहः किरीणाकानः पङ्गेन कलुषः कुसुमेन सुरभि बाणेन बन्धः निःश्वासेन अन्धः आदर्शः निःश्वासान्धः दर्पणं तत्कृतार्थेन देर् आर् टु पार्ट्स् आफ् द सूत्र तृतीया तत्कृतार्थेन तृतीया गुणवचनेन देर् आर् टु आस्पेक्ट्स् आफ् इट् तत्र तृतीया तत्कृतार्थेन तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते अर्थशब्दस्य बहवः अर्थाः सन्ति प्रकृतसूत्रे अर्थशब्दस्य धनम् इति अर्थं स्वीकृत्य सो तत्कृतार्थेन तत्कृतं तृतीया तत्कृतं तृतीया अर्थं तत् अर्थशब्दस्य धान्येन अर्थः धान्यार्थः विद्येन विद्यया अर्थः विद्यार्थः पुण्येन अर्थः पुण्यार्थः फलेन अर्थः फलम् अत्र सर्वत्र अनम् अर्थ मीन्स् पूर्वपदं यत् सूचयति तेन धन्य भवति चेत् धनेन अर्थः धनार्थः अत्र गुणवचनस्यर्थे शङ्कुलया खण्डः इति गुणवचन शङ्कुलस्य गुणः खण्डं करोति सो दट् शोस् नो ऐ थिङ्क् ऐ एम् गेटिङ्ग् कन्फ्यूस्ड् न तृतीयान्तपदं कथं समास्यते गुणवचनेन समस्यते प्रथमम् अत्र गुणवचनेन इत्युक्ते गुण सुबन्धम् अस्ति यस्य तृतीयान्तपतेन गुणं कृतं तस्मिन्, तत्र शङ्कुलया इति तृतीयान्तं, तस्य गुणम् आधारं भवति खण्डः इति, शङ्कुलया खण्डः इति व्यस्तप्रयोगस्य. यदि पदार्थस्य गुणः, पदार्थस्य नामधेयमस्ति यस्मिन् शङ्कुलया किमपि गुणम् आधारीकृतम् इति, द खण्डः, द कट्, or suppose you say the cut hand, so hastah khandah asti, kena kas kena khandah changulaya khandah hastah atra changula khanda hasta iti vadati na atra udaharana atra gunam kaha under gunam vachana shabda kandhe गुणवचनशब्दः, गुणवाचकशब्दः किमस्ति, देवदत्ता इति पदार्थमस्ति, तस्य गुणमस्ति खण्डः देवदत्तः, देवदत्ते खण्ड खण्डनं दृश्यते, खण्डनस्य चिह्नं, तत् कथम् अभवत् शङ्कुलया खण्डः इति कृत्वा शङ्कुलाखण्डः देवदत्त्य, देवदत्तस्य विशेषणरूपेण शङ्कुलाखण्डः इति भवति. देर्फोर् गुणवाचकशब्दमस्ति खण्डः, रैट्? तस्य तृतीयान्तं पदं यस्य गुणवचनम् अभवत्, गुणम् अभवत् तस्य तृतीयान्तस्य पदं क्वालिटि. या सो यु गेट् यु गेट् एन् अड्जेक्टिव् फार् द पदार्थं, विच् एवर् मे बि द पदार्थ. प्रथमे खण्डनं करोति, खण्डनं कस्मात् खण्डनं भवति, शङ्कुलया खण्डनं भवति, केन खण्डनं भवति, तस्मात् नास्ति. ओके, सो खण्डन शङ्कुलया खण्डनम् अस्ति. अत्र खण्डनम् इति गुणवाचकशब्दः. आम्, गुणवाचकशब्दः. खण्डनम् इति गुणवाचकः नास्ति, खण्डः इति गुणवाचकं. खण्डनं कस्मिन् अभवत्? तत् पदं न देवदत्तति, देवदत्तस्य विशेषणमस्ति. सि देवदत्ता ईस् वर् द खण्डन, खण्डशब्द खण्ड ईस् खण्डनं हेस् हेपन्ड्, सो खण्डः देवदत्ता इति भवति. सो देवदत्तस्य विशेषणमस्ति खण्डः, तो गुणवाचकशब्दमस्ति खण्डः. नौ खण्डः कथं जातम्? शङ्कुलया, शङ्कुलया जातम् इति कृत्वा शङ्कुलया खण्डः इति समस्तं समस्तपदं भवति, तद् विशेषणं भवति देवदत्तस्य, देवदत्त इति पदस्य. It is pretty much right. Given, no? So in that case, if you take that definition as applicable here, then yeah. What happens, the Shankula has got the power to cut. So the Khandanam is exhibited by Shankula. No, Shankula cannot exhibit Khandanam. Khandanam can be seen only on where the Khandanam is happened. Okay, that's right. But without Shankula, you cannot cut. That is true. That is why that becomes a Tridiyantam, no? That is a causative word. the cause is kandula shankula but the effect is seen on the product whichever may be that so that is the gunavachaka shabda where it happens is the gunavachaka shabda what is the Devadatta? No, no. Devadatta is a name of a person on which on him, one second. On him only the Khandana is seen. Khandana is yes. seen on Devadatta. The Khandana right. has happened because of the Shankula. Right. So here, Devadatta, my doubt is, this Gunavachaka Shabda means, what is the meaning of Gunavachaka Shabda? Because the Gunam here is Khandana. Where your thinking is going wrong is that the khandanam is the gunam which is seen on khandaha. Khandaha is a padartha. It is in the adjective name. It is in the adjective. The cut piece is called khandaha. Or where the cut as is seeing, being seen. That padartha is called khandaha. Tatra is a subandham asti. It is a kridanda tanda pad. The cut piece, which is already cut, that portion of the cut portion is khandaha, right? No, you don't have to say cut and separated piece. It can be a cut mark also. Yeah, that is right. So that is khandaha. Either it is right. totally cut off or the cut is seen, not came out as a part. So that is the guna which you are saying khandaha as. Okay. The guna shabdam is khandaha. तत् केन भव ते केन अभवत् शङ्कुलया खण्डः इति कृत्वा शङ्कुला तृतीया कृता तृतीया कृत तृतीया कृतेन इति भवति न तु शङ्कुलया खण्डः इति समासः भवति देवदत्त इस् ओन्ली यूस्ड् टु कम्प्लीट् द सेण्टेन्स् So Devadatta or Yatnyadatta or Rama or Ravana doesn't make a difference. The samasa is that Khandaha is the Gunavachaka Shabdaha. The Gunavachaka Shabda is because of what a Gunam, the Khandana Gunam is seen on the Khandaha. And that is happened because of Shangula. So Shangulaya Khandaha iti. So that means, after Khandaha is the Gunavachaka Shabda, it is done by Shankula on somebody. So, the somebody statement comes at later part to complete the sentence. That's why I may not say it specifically. So, right. Shankula Kandaha. Kandaha is a Gunavachaka Shabda, which has happened because of Shankula. Right. Okay. Then, next Sutra Bhagini. पूर्वसदृशसमानार्थकलहनिपुणकलहनिपुणमिश्रक्षणैः अत्र पदं पूर्वसदृशसमानार्थकलहनिपुणमिश्रक्षणैः तृतीयविभक्ति रूपमस्ति भवन्ति विकल्पेन सः विकल्पेन साम्यात् सुबन्धपदात् समस्यते अत्र the same meaning, the words of similar meaning also can be used. But that is one part. Then kalaha, that is another part. Okay. I don't know whether I'm right or wrong. I maybe remember, maybe right. Dhanyavad Habayi. Purva sadrushva sammonartha. Right. Vadhatu Bhagini. शब्दाः पूर्वसदृशशब्दाः तृतीयविभक्तिरूपेण वर्तते सुबन्तेन अन्यसुबन्तेन तत्पुत्री तत्पुरुषसमासः भवति अत्र पूर्व अर्थं वयं जानीमः. उदाहरणमस्ति मासेन पूर्वः, मासपूर्वः, अन्य सदृश इति अस्तः अस्ति, समानमेव सदृशम् इत्यस्य समानम् अर्थः अस्ति. मातृसदृशः समा अस्ति. अत्र अन्य भेदः किमस्ति महोदय? सदृशसमा अपि अर्थः समानमेव न? तत्र सदृशसमा इति अर्थ समानमेव, किन्तु तुल्य सदृशत्वं रूपस्य वर्तते, समा इति गुणस्य वर्तते अन्यगुणानामपि. ओके. Matrisadrishi means the daughter looks like the mother. Okay. But Matrisama means she has got all the qualities of the mother in her. Not only the rupam, but other qualities like, you know, the skill or the, you know, capabilities of mother. Okay, okay. Unartha. Artha, sabdasya artha, nyunam iti artha. माशेन ऊनम् इति पदार्थेन समानार्थपदानाम् अपि स्वीकरणीयम् अत्र. न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति तेषां सर्वेषां ग्रहणं. पादेन ऊनः पादोऊनः, माशेन विकलम्. विकलम् इस् ऊनः. ऊन मीन्स् शार्ट् और् बै लेस् बै. That is the meaning, una means. Mm-hmm. So, vikalam, which are the words which is coming in that one, is like that. Ganishtaha, asreshtaha, ityadi subandena saha. Ganishta means is younger to the elder brother, no? Or elder person. So, there also the meaning of short by from the previous one, or the difference is showing the lesser of the previous one. Therefore tatra bhi samastanam kanan shabdanam abhi grahanam kriyate purva dishu dish purva dishvavara syopa sankhyanam iti vartikam asti. Purva dishu avara avarayoho अवरयोपा उपसङ्ग सङ्ख्यानं पूर्वादिषु अवरस्योपसङ्ख्यानम् इति वार्तिकमस्ति. वार्तिकार्थः अस्ति तृतीयान्तं समर्थं सुबन्धम् अवर इत्युक्ते कनिष्ठः श्रेष्ठः जूनियर् इत्यादि सुबन्धेन सह समस्यते. ओके, फोर् द ऊना पदं यु आर् टु यूस् यु केन् यूस् द equivalent, whereas for Purva Sadrisha Sama, you have to use the same words only. Same thing is for Kala Nipuna, Mishra, Slakshna, in Edan, all those things, we have to use the same word except for Una. That is why the Una Artha is made as not Una. Otherwise, it would have been Purva Sadrisha Sama, Una, Kalaha Nipuna. But it didn't make, Sutra doesn't say Una. समान शब्दानाम् अपि ग्रहणं क्रियते. तदनन्तरम् अस्ति कर्तृकरणे कृता बहुलं. पठामि एव कर्तृकरणे. Ekam prashna. Today you are excited. Today you are tomorrow you are going to do the presentation, no? Yeah, aam mahoday. What is the subject? Pashchat yogyata vipsa yatharte yogyata avyay bhave. Avyay bhave. Oh, cha cha. You want any help? Or you want to practice it or say something like that? I can send the email to you. I don't send it to Vidya Bhagini. No. Maybe. If you want to if you want to practice it, we can use this class for that, so that you are prepared. Okay. That would be nice. Yeah. Then I can show it in the screen and then you can explain it. Is it okay with everyone? Yes, yes. Definitely okay. No problem. Or it will be a repetition in the evening. No. How many times we are here, but still we forget. You keep it in your head, Maria. You still don't keep it in your head. I know. So, Erna Bhagini, if you can forward me the email, I can display it on the screen. Yeah, okay, Maharaj. I can. Mahodaya, the past presenters, there, the attachments have come, Mahodaya. Mm-hmm. Where are they? Which one? Like Vamshi Bhagini's and yours, the display you made, everybody was presented. Where are those PDFs? I think it's there. I don't know whether Vidya Bhagini has sent mine, but I can send it to in the attached along with the email. But Vamshi Bhagini, yeah, that would be good, Mahodaya. Please send yours, yeah. Yours also, and all the Vamshi Bhagini's also. I asked her, she said Vidya Bhagini will send. And Vidya Bhagini sent Vamshi Bhagini's, that I remember. She sent it in the email along in the next class email. She will send the previous class. In the whatever Vamshi. No, Gitanjali Bhagini. I think in the next class email, the information email, I think. Either in the information email, now I forget whether it is the Dvani Mudranam or the information, class information. Yeah, I have been looking. I couldn't, maybe I missed. No, it is there, Bhagini. I took Vamshi Bhagini's at least one or two. I don't remember the third. Yeah. And Mahodaya's, I didn't. Yeah, I'll send it. I'll not send it. I had given it to Vidya Bhagini, but I think she has not sent it. I'll send it from my today's class recording. I'll attach it along with it. Oh, okay. Yeah, that. Dhanyavada, Mahodaya. Etadasti, na, Erna Bhagini? Everyone can see it, na? Yes. Amode. Okay. Sutre paschadarthe. Sutra paschaditya sattaha anantaram. Samasa prakriyayam anu iti avye prayogaha kriyate. Dahanamasti vishnu. अनु विष्णु इति समस्तपदं लौकिकविग्रहवाक्यमस्ति विष्णोः पश्चात् प्रक्रिया अस्ति अलौकिकविग्रहवाक्यमस्ति विष्णु योगः न योगः प्राक्कडारात् समासः इति सूत्रेण समाससंज्ञा भवति अव्ययीभावः इति सूत्रेण अव्ययसमाससंज्ञा भवति अव्ययं विभक्तिसमीपसमृद्धिवृद्धि अर्थाभाव उत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व्य योग्यपद्य सादृशसम्पत्तिसकाल साकल्य अन्तवचनेषु सूत्र अव्ययभाव समास संज्ञा भवति विष्णु योगन्नस् अनु कृत्तद्वसमासश्चेत् सूत्रे प्रातिपदिकसंज्ञा प्राप्यते तदनन्तरं सुपोधातु प्रातिपदिकयोः सूत्रेण प्रत्यय सुप्रत्यय लोपः भवति लुक् भवति अत्र अनुपदस्य अपि अत्र विभक्ति प्रत्ययलोपः भवति अभवत् पूर्वम् अभवत् ततः प्रत्ययलोपे प्रत्यलक्षणम् इति सूत्रेण पदसंज्ञा अपि अनुशब्दस्य पदसंज्ञा भवति अनुविष्णु प्रथमानिष्ठ्यं समासः इति सूत्रेण अनु इति प्रथमाविभक्तिः अस्ति दीर्घसूत्रे अतः उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वं सूत्रेण पूर्वनिपातः भवति. अनुविष्णु अनुविष्णुपदं सम्पदं अव्ययभावश्चतुत्रेण नपुंसकलिङ्गे भवति. अत्र सूत्राणि अस्ति ह्रस्वो नपुंसके प्रातिपदिकस्य. अत्र उदाहरणे अनुविष्णु इति ह्रस्व अस्ति, अतः कोऽपि प्रवर्तनं न भवति. स्वौ जस् जस् आदिप्रत्ययः विधीयते. अनुविष्णु युगसु अव्ययात् आप्सुपः इति सूत्रेण सुप् लुक् भूत्वा सर्वविभक्तिषु अनुविष्णुरूपमेव सिद्ध्यति. अन्य उदाहरणानि अत्र दत्तम्. अत्र ते सर्वे अदन्त अङ्गकरणात् प्रक्रिया भिन्नः भवति. प्रथमाविभक्ति न अव्ययात् आप्सुपः इति अत्र न कृतवती महोदय. न अव्ययात् आप्सुपः इति सूत्रेण अव्ययात् आप्सुपः प्रभाज्य न अव्ययात् अव्ययभावात् अतो अमत्वं पञ्चम्या च अमे पूर्वे सूत्रेण अम् इति प्रत्यय विधीयते. अमिपूर्व इति सूत्रेण पूर्वपरयोः पररूपम् आगच्छति. अधुना विकल्पेन रूपद्वयम् अनुरूपम् अनुरूपम् तृतीया विभक्तम् अनुविष्णु तृतीयविभक्तौ रथः पश्चात् अनुरथं. पञ्चमे विभक्तौ अनुरथात् तृतीयविभक्तौ अनुरथम् अनुरथेन. सप्तमे विभक्तौ अनुरथम् अनुरथे इति रूपाणि सन्ति. सर्वं पठामि महोदय. शिष्यस्य पश्चात् पश्चात् तदनन्तरं योगार्थे अस्ति न योगार्थे अस्ति. अत्र अनु इति अव्ययस्य प्रयोगः क्रियते. योग अनु इति अव्ययस्य सूत्रे यथार्थे योग्यता दीप्सा पदार्थानत्यवृत्तिः सादृशम् इति अर्थः अपि सन्ति. बहवः अर्थः सन्ति. उदाहरणमस्ति रूपयोगः नस् योगः अनु. प्रक्रिया पठनीया महोदय अथवा केवलं न विशेषता किमपि अस्ति वा तत्र? अत्र अनुरूप इति रूपं समासपदम् अस्ति. अत्र अनुरूप इति अदन्तम् अस्ति, अतः अव्ययात् आप्सुपः प्रपाद्य न अव्ययभावात् अतो अमत्व पञ्चम्या च अमे सूत्रं कार्यं करोति. अतः तृतीयविभक्तौ अपि तृतीया सप्तम्यो बहुलम् इति सूत्रेण रूपद्वयं भवति. अनुरूपम् अनुरूपेण सप्तम्यपि सप्तमी भक्तौ अनुरूपम् अनुरूपे तत्र रूपेण इति नत्वं तदपि वक्तव्यम्. ओके अनुरूपेण अत्र अट्कुप्वाङ्ग् सूत्रेण महोदय नत्वं भवति. न स्वयं पदे रूपेण तस्मिन् एव रेफस्य उकार पकार बाधा नास्ति न एकारेण. तथा पूर्वपदस्य किमपि प्रसक्तिः नास्ति. स्वयं शब्दे रूपेण इति तत्र नकारमेव भवति न किङ् अट् कुप्वायुं व्यवाय अपि इति सूत्रेण यद् भगिनी उक्तं तत् समीचीनमेव. किन्तु अत्र पूर्वपदस्य प्रभावं नास्ति, किन्तु पूर्वपदस्य कारणमेव नास्ति, रेफकार नास्ति पूर्वपदे, उत्तरपदे एव सर्वमस्ति इति कृत्वा तत् तदेव एतस्मिन् दीप्सार्थे तदस्ति. दीप्सार्थे दीप्सा इति सन्नन्त सन्नन्तधातु सन्नन्तपदम् अस्ति महोदय. आम् पौनपुण्यं पौनपुण्यं पौनपुण्यमत्र वारं वारं पुनः यस्मिन् भावः पौनम् अस्मिन् अर्थे प्रति इति अव्यय प्रयुज्यते. प्रति इति अव्ययस्य बहवः अर्थाः सन्ति. दीप्सा तेषु प्रभूतः अद्विता सामान सामान्यतया अद्भितः परितः समयनिकाषप्रतियोगेऽपि इति वार्तिकेन परि प्रति इति शब्दस्य योगे द्वितीया विभक्तिः भवति. उदाहरणं समयनिकाष धन्यवादः भगिनि. निकष प्रतियोगे अपि इति प्रार्थिकेन प्रति इति शब्दस्य योगे द्वितीया विभक्तिः भवति. अत्र अत्रापि विग्रह उदाहरणमस्ति. प्रति लौकिकविग्रहवाक्यम् उदाहरणमस्ति. प्रति प्रत्यर्थम् अत्र विग्रहवाक्यमस्ति. अर्थम् अर्थं प्रति प्रत्यर्थम् अत्र प्रति प्लस् अस्त अर्थपि अकारान्त अस्ति. ततः रूपद्वयं भवति. तृतीया विभक्तौ पञ्चमी विभक्तौ सप्तमी विभक्तौ सप्त पञ्चमी पञ्चमी अपि रूपद्वयं भवति. अति प्रति प्लस् अर्थ अति प्लस् प्रति प्लस् अर्थ प्रत्यर्थम् इति इको एनर्जि सूत्रेण अत्र अकार दृश्यते. अन्य उदाहरणमस्ति. प्रत्येकम् इति अन्य उदाहरणमस्ति. अत्र एकशब्दः सर्वनामसंज्ञा अस्ति. अतः सर्वादीनि सर्वनाम्नानि सूत्रेण पञ्चमी सप्तमी व्यक्तौ भिन्नरूपाणि भवति. अन्य प्रत्येकं प्रत्येकेन प्रत्येकस्मात् प्रत्येकं प्रत्येकस्मिन् इति रूपमस्ति. अन्य उदाहरणमस्ति. छात्रं प्रति अत्र अत्र नूतनसूत्रम् आगच्छति. छेचा इति सूत्रेण चकार परे ह्रस्वस्य तुक् आगमः भवति. तुक् आगमः आद्यन्तोदकृते सूत्रेण आदि वर्णात् एव तुक् भवति. तदनन्तरं त्वसन्धि भूत्वा सूत्रेण छात्रा भवति. अत्र पञ्चमी विहाय सर्वेषु छात्रमस्ति. तृतीया रूपद्वयमस्ति. प्रतिछात्रं प्रतिछात्रेण प्रतिछात्रं प्रतिछात्रे इति सप्तमी विभक्तो भवति. इदमेव कथं वक्तुं सामान्यतया अव्ययं विभक्तिसमीपसूत्रं दीर्घसूत्रे समासवैदिकसूत्रेण समासः विधीयते नित्यरूपेण. कारकप्रकरणे प्रति इति शब्दस्य कर्म प्रवचनीयसंज्ञा भवति. लक्षण लक्षणयुक्तं भूताख्यानभागवीक्षासु प्रतिपर्यनवः इति सूत्रेण अस्मिन् सूत्रे वीप्सार्थे प्रतिपितकर्मवचन प्रवचनीयसंज्ञा भवति. ततः विग्रहवाक्यम् अपि द्वितीयविभक्ति एव भवति. वृक्षं वृक्षं प्रतिवृक्षम् इति भवति. तदेव महोदय. यथा वृक्षं वृक्षं सिञ्चति, वृक्षान् वृक्षान् एकैकं सिञ्चति इत्यर्थः. तत्र उदाहरणानि यदि प्रति इति अव्ययसंयोगे नित्यसमासः भवति अव्ययं विभक्तिसमीप इति सूत्रेण तर्हि कुत्रापि इति भवति चेत् तर्हि कुत्रापि वाक्ये वीप्सार्थे प्रति शब्दस्य योगे द्वितीयविभक्ति कदापि न भवति. एवञ्चेत् कर्मप्रवचनीयसंज्ञायाः प्रयोजनमेव सिद्ध्यति. अतः तान्निवारणाय अत्र समासः नित्यः न भवति अपि तु विकल्पेन. अतः अनेन वास्तवप्रयोगः अपि शक्यते, समस्तप्रयोगः अपि शक्यते. अर्थम् अर्थं प्रति इति वाक्ये अपि प्रयुक्तं शक्नुमः. यथा वाक्ये वृक्षं वृक्षं प्रति सिञ्चति, नो चेत् समासे प्रतिवृक्षं सिञ्चति इति. अत्र अव्ययभावे शरत्प्रभृतिभ्यः इति सूत्रमस्ति. इति सूत्रे ये शब्दाः उल्लेखिताः तेषु विपाश् बन्धनं नदी इति शब्दः अपि अस्ति. यदि विपस् इति शब्दः उत्तरपदे अस्ति अत्र समासस्य प्रक्रिया दत्तं. विपासं विपासं विपाशायाः अभिमुखं प्रति प्रति विपाशं विपाश नाम नदी. विपाश् इत्यनाम अर्थः नदी. अलौकिकविग्रहवासं विपाश् योगम् प्रति प्रति शब्दस्य योगे उपपद द्वितीया विधीयते. अतः विपाशम् इति पदं विग्रहवाक्ये दृश्यते. सम्मुखम् इति अर्थे प्रति इति अव्ययं विद्यते. यदा प्रतिविपश् इति प्रातिपदिकं सिद्ध्यति तदा अव्ययभावे शरत्प्रभृत्यभ्यः इति सूत्रे टच् इति समासान्तप्रत्यय विधीयते. प्रतिविपाश् एव टच् अत्र प्रतिविपाशा इति रूपनिष्पन्नं भवति. तत्पश्चात् सुप्रत्यय विधीयते. सुप्लुक्त्वा अमादेशः भूत्वा प्रतिविपाशम् इति समस्तपदं सिद्ध्यति सर्वासु विभक्तिषु पञ्चविभाय. प्रतिविपाशं प्रतिविपाशात् प्रतिविपाशेन प्रतिविपाशं प्रतिविपाशात् प्रतिविपाशं प्रतिविपाशे. अन्य अर्थः अस्ति पदार्थे पदार्थानतिवृत्तर्थे पदार्थस्य उल्लङ्घनं विना नाट् एक्सीडिङ्ग्. अस्मिन् अर्थे यथा इति अव्ययस्य प्रयोगः क्रियते. उदाहरणमस्ति शक्तिम् अनतिक्रम्य यथा शक्ति, अर्थात् शक्तेः उल्लङ्घनं विना इत्यर्थः. अलौकिकविग्रहशक्ति योगहं यथाशक्ति प्रातिपदिकं यथाशक्तिं योगस्सु. अत्र अदन्त नास्ति अश्वर्णः अस्ति. ततः अव्ययतापसूत्रसूत्रम् एव कार्यं करोति. लुक् भवति भूत्वा यथाशक्ति इति रूपं सर्वासु विभक्तिषु भवति. पञ्चमी तृतीया सप्तमी विभक्तिषु अपि एकरूपमेव सिद्ध्यति. अन्य उदाहरणमस्ति ज्ञानम् अनतिक्रम्य यथा ज्ञानम्. यथा ज्ञान एव महोदय. अत्र यदा शक्तिं योगः सु इति केन कर्णेन लिखितमस्ति? शक्तिं यदा शक्ति टैपिङ्ग् एरर् न टैपिङ्ग् ऐ थिङ्क् या शुड् बि यदा शक्तियोगसु तत्र सुब्लुक्व भूत्वा अमादेशः भवति. अस्तु, समीचीनमेव भगिनि, सर्वमुक्तम्. Thank you. I think I should have shared my Excel file, then it would have been easy for anybody to. Yeah. Somehow I could not see the video part in my iPad when I want to see how they are showing their slides. To re-listen, I couldn't see the video part. Mm-hmm. There may be some problem with my phone. See. This is what that, where I gave that whole presentation. Mm-hmm. Here, the sutras are common for all the udaharana. Whether use upa here, instead of that, you can use other thing. Then the steps are the same. So what happens, where this thing is coming is, santi will be different. If you have got a checha, etc., then you have to add one more sutra here, that's all. In the Sandhi Kadhyani. In my case, it's all Varnamelanam only, so I didn't have to put any Sandhi Sutras here. See, Upasarjanam, up to this one, we all get the same one. Whether it is Vipsartheva, Yogyartheva, Sarvatra, we'll be coming up to this level with the common steps. The steps varies only after this. Whether the Sandhi Kadhyani comes, and after that, Linga Vidhanasa, Vidhanartham, this also is common. Avyayi Bhavascha, Avyayi Bhavascha comes for the both this. Avyayi Samnya or Napumsaka Linga Samnya. Tadanantaram, Samasanta Vidhanam. There is where the difference comes. If it is Nanloke Pradipatikandasya, Pratso Napumsaka Pradipatikasya, Achascha, Alondyasya, Avyayi Bhavesarat Pravidyabhya, Napumsakadanyatarasya, Nadivarnamasya, Jayaha. All those sutras I have listed, but where it is applicable, I have mentioned. Where it is not, for example, Napumsakadanyatarasyam is applicable in the Charman. Napumsakamasti Krutva. Whereas Nadivarnamasi is applicable only for Nadi. So there is the Nadi here. And in my case, there was no place where Jaya was applying, so I did not have any question of that. North to Giri Sainyaka, this is Giri Shabdasya. So, Sharat Pravidyabhya also, I think I had Sharat Pravidyabhya. No, I didn't have Sharat Pravidyabhya in my goodness. So, I will also not mention. So, the step by step, every step is mentioned here. I'll share this today in the email so that you can get. But Arna Bhagini may not get time to do that. By the time she wakes up, the class will have to start, no? Yeah, by the time I type, I have to do jagarana all night. Right. Dhanyavada, Vinish. Dhanyavada. I mean, you covered all the steps. Only thing that is, because typing, there is mistakes. So, Vidya Bhagini may tell that there is. I will tell myself. Shrana Doshas, Bahavaha Sanjit, Kamita. अत्र सो वी विल् डू द तृतीया तत्कृतार्थेन गुणवचनेन ओन्वर्ड् द रिविशन् इन् द नेक्स्ट् क्लास् बट् बिफोर् टुडेस् क्लास् वी नीड् टु केच् अप् वित् वाट् हेस् बीन् टाट् इन् द क्लास् विल् जस्ट् रश् गो थ्रू देट् एण्ड् दत् सप्तमी तत्पुरुषस्य तत्र तत्र इति सूत्रमस्ति तत्र इति अव्ययमस्ति यदा पूर्वं दृष्टं न स्वयं तदपि अव्ययभावमस्ति अव्ययसपादमस्ति तत् तावत् तत्र इति अव्ययमस्ति त्रल् प्रत्ययस्य योजनेन तत्र सूत्रम् अनुवृत्तिसहितसूत्रं किं वदति तत्र सप्तमी सुप् तत्र स्वयं सप्तम्यन्तं सप्तमी सूचयति इति कृत्वा तत्ते सप्तमी सुप् भवति तस्य तेन सुपन्देन सह विभाषा तत्पुरुषसमासः भवति इति कृत्वा तत्र इति स्वयं पदं स्वयं सप्तम्यर्थे अस्ति इति कृत्वा तान्तपदेन समासं भवति तत्र भुक्तं तत्र पीतं तत्र खादितं तत्र कृतम् इति तत्र अत्र पर्वलिङ्गं द्वन्द्वतत्पुरुषयोः इति प्रभावम् अस्ति इति कारणेन उत्तरपदस्य विभक्ति पूर्व उत्तरपदस्य विभक्तिम् अनुसरति यदि पुल्लिङ्गे अस्ति इति तत्र भुक्तः पीतः इति अपि भवितुम् अर्हति किन्तु पूर्वपदं तत्र इति सप्तम्यर्थे पूर्वपदं भवति इति एव तत्र इति सूत्रस्य प्रसक्तिः अस्ति तत्र केनापि विशेषता नास्ति इति स्व अव्ययमस्ति कृत्वा तस्य तत्र यदा स्वयं तेन सामि तत्र इति सूत्राणि किमर्थम् अव्ययीभावसम्मति इति अधिकारे न स्थापितानि एतेषु सूत्रेषु पूर्वपदं तु अव्ययम् अस्ति अतः अव्ययीभावसमासाधिकारे स्यात् प्रश्न उदेति तत्र अस्य प्रश्नस्य उत्तरं यत् एतैः सूत्रैः यत् समस्तपदं निष्पद्यते तस्मिन् उत्तरपदस्य प्राधान्यं तु तत्पुरुषात् अव्ययीभावसमासे तन्न प्राप्यते यतोहि अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति अपि च अव्ययीभावसमासः सर्वदा नपुंसकलिङ्ग एव भवति एतेषु तत्पुरुषसमाससूत्रेषु यत्र उत्तरपदं ताप्रत्ययान्तम् अस्ति तत्र ताप्रत्ययान्तं सामान्यतया कर्त्रार्थे अथवा भावार्थे विधीयते कुत्रचित् कर्त्रार्थे अपि विधीयते ताप्रत्ययान्तशब्दः किमर्थं कर्मार्थे कर्मार्थे वा कर्तार्थे भवति चेत् विशेषणं भवति तर्हि विशेषम् आश्रित्य तस्य लिङ्गं भवति अतः अयं समासः त्रिषु लिङ्गेषु अपि भवितुम् अर्हति विशेषम् अनुसृत्य यदा स्वयं कृतः स्वयं कृता स्वयं कृतं सामीकृतः सामीकृता स्वामीकृतं तेन कृतः तेन कृता तेन कृतम् इत्यादीनि एतत् तु न प्राप्यते अव्ययीभावसमासाधिकारे यतोहि अव्ययीभावसमासः सर्वदा नपुंसकलिङ्गे एव भवति तत्र तत्र इति पदस्य किं सप्त अव्ययीभावसमासाधिकारे न स्थापितम् इति तस्य विवरणं दत्तमस्ति त्रिषु लिङ्गेषु तस्य प्रयोगं दृश्यते यत्र त्रिषु लिङ्गेषु तस्य प्रयोगं दृश्यते एकान्तपदेन योजनेन इति कृत्वा यदि अव्ययीभावसमासे स्थापयति चेत् केवलं नपुंसकलिङ्गम् एव भवति किन्तु लिङ्गविशेषभावेन समस्तपदं भवति विशेषं विशेषविशेषणभावस्य उल्लेखः अस्ति तत्कारणेन त्रिषु लिङ्गेषु ईष्यते पदस्य यत्र त्रिषु लिङ्गेषु ईष्यते तत्र इति सप्तमी तत्पुरुषसमासे तेन कारणेन स्थापितमस्ति इति कृते तत्र तत्र इति अव्ययीभावस्य समासः न स्थापितं केवलं तत्पुरुषसमासे एव स्थापितम् इति वदति तदनन्तरं भवति उक्तं क्षेपे इति सूत्रस्य विवरणं तत् कः पठति उमा भगिनी पठति वा पठामि क्षेपे क्षेपे निन्दार्थे गम्यमाने सप्तम्यन्तं पदं तान्तेन सह समस्यते तत्पुरुषस्य समासः च भवति निन्दायाम् अयं समासः इत्यः भवति क्षेपे इति सप्तम्यन्त एकपदम् इदं सूत्रं शुभामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति राष्ट्रकारसमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः सप्तमीशौण्डैः इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः भवति सः सुपा इत्यस्य अधिकारः विभाषा इत्यस्य अधिकारः तत्पुरुषः इत्यस्य अधिकारः तेन अहोरात्र अवयवाः इत्यस्मात् सूत्रात् तेन इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं क्षेपे सप्तमी सुप् तेन सुपासः तत्पुरुषः समासः अत्र दत्तं क्षेपे इति निन्दास्ये इति आगच्छति. सो क्षेपे सप्तमी सप्तमी सुबन्तेन सह सुबन्तेन तेन सुपासः समस्यते इति चेत् ततः तत्र तत्पुरुषसमासः आगच्छति. यथा अवतप्ते अवतप्ते नकुलस्थितं तव एतत् तव एतत् अवतप्ते नकुलस्थितं तव एतत् चापलम् एतत् अनवस्थितव्यं तव अर्थः यथा अवतत्ते देशे नकुलाः न स्थिरं सातारः भवन्ति तद्वत् अन्योपि यः अर्थान् आरभ्य न चिरं तेषु अवतिष्ठते तं प्रति इदमुच्यते अवतप्ते नकुलस्थितमिति. यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एकस्य पुरुषस्य गतिः अपि अस्ति इत्यर्थः. अत्र कस्यचित् छात्रस्य पुरुषस्य निन्दा जायमाना अस्ति. कश्चन छात्रः स्वस्य चित्तस्य चञ्चलतायाः कारणेन एकस्मिन् गुरुकुले चिरकालं न तिष्ठति. एकं गुरुकुलं त्यक्त्वा अन्यत्र भ्रमति. अवतप्त नी नकुलस्थित योगः सु क्षेपे इति सूत्रेण समासः विद्यते. अत्र अवतप्ति नकुलस्थितम् इति सूत्रस्य विवरणं दत्तं. नकुलः एकस्तरे ग्रीष्मकाले सारि ग्रीष्मन काले आतप्ते नहि एकस्थले तिष्ठति इतस्ततः भ्रमति. तथैव एकः पुरुषः या छात्रः एकस्थलेन तिष्ठति एकस्मात् अन्यतरः अन्यस्थलं जायते तत्सलमपि त्यक्त्वा अन्य पुनरपि अन्यस्थलं गच्छति. तत् सूचितमेव अवतर्ते न पुरस्थितम् इति सूत्रम् अत्र तत्र. भगिनी एकम् अनुवृत्तिसहितसूत्रम् एकवारं पठित्वा वदतु. किं किं न किं पदम् अत्र न दृश्यते पठतु पूर्वम् अनुवृत्तिसहितसूत्रं पठतु एकवारम्. न न अत्र सूत्रस्य अनुवृत्तिसहितसूत्रम् उदाहरणस्य नास्ति. क्षेपे सप्तमी सुप् क्षेपे सप्तमी सुप् तेन सुपासः तत्पुरुषसमासः क्षेपे सप्तमी निन्दास्ते सुप् तेन सुपासः सुबन्तं पदं शान्तपदं तत् योजनेन तत्पुरुषसमासः आगच्छति. अत्र एकं पदं न दृश्यते अनुवृत्तिसहितसूत्रे. अधिकारे किम् अस्ति? अधिकारे अधिकारे किं किं किम् अधिकारप्रवर्तमान अस्ति अत्र समासः अधिकारः समासः इति आगच्छति. देन् उपरि दत्तमस्ति न भगिनि, प्राक्कडारा समासात् इति समासस्य अधिकारः तस्मात् सप्तमीस्य अनुवृत्ति सः सुपा इत्यस्य अधिकारः, विभाषा इत्यस्य अधिकारः, तत्पुरुषस्य अधिकारः केन कारणेन, तदेव मम प्रश्नः। नित्यमेव विभाषा नास्ति, केन कारणेन निन्दार्थे इत्यस्मात् विभाषा न आगच्छति। निन्दार्थं गम्यमाने सति विकल्पेन व्यस्तप्रयोगेन निन्दार्थं न बोधयति इति कारणतः विभाषा इत्यस्य अधिकारे अस्ति चेदपि व्यस्तप्रयोगं न भवितुम् अर्हति, निन्दा गम्यमाने सति निन्दार्थम्। अस्तु, तत्र प्रश्नः अस्ति, शर्मिला पठति वा, एकः प्रश्नः उदेति चेत् कथम्? एकः प्रश्नः उदेति यत् कथम् अवतप्ते इति सप्तम्यन्तं पदं नकुलस्थितम् इति पदेन सह सप्तमी तत्पुरुषः भवति, यतोहि क्षेपे इति सूत्रे सप्तम्यन्तं पदं पूर्वपदं स्यात्, उत्तरपदं तात्कप्रत्ययान्तं स्यात्, अवतप्ते नकुलस्थितम् इति उदाहरणे तु उत्तरपदम् अस्ति नकुल इति न तु क्तप्रत्ययान्तं पदम्। एतदर्थम् अत्र एकपरिभाषा ज्ञातव्या, कृत्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्। परिभाषायाः अर्थः अस्ति यत् यत्र कृदन्तपदस्य ग्रहणं भवति तत्र कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति। अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य अपि सुबन्तेन सह समासः क्रियते। अर्थात् यत्र समासविधायकसूत्रेषु कृदन्तपदस्य उल्लेखः क्रियते तत्र न केवलं कृदन्तपदस्य ग्रहणम् अपि तु गतिपूर्वकस्य कारकपूर्वस्य च कृदन्तस्यापि ग्रहणं भवति। गति इति काचित् संज्ञा वर्तते व्याकरणे। गति इत्युक्ते उपसर्गः इत्यर्थः। गतिश्च इत्यनेन प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। प्रादिगणे एते द्वाविंशतिः शब्दाः पठिताः, प्रपर अपसम अनु अवनिस् निरुद् सुदुर्वि आङ्नि अधि अपि अति सु उत् अभि प्रतिपरि उप। एते एव प्रादयः इत्युच्यन्ते। प्रादयः क्रियायोगे गतिसंज्ञाः उपसर्गाः च स्युः। गतिपूर्वकस्य उदाहरणं नखैः निर्भिन्नः इति विग्रहे सति नख निर्भिन्नः इति तृतीया तत्पुरुषसमासः सिद्ध्यति कृतकर्णे कृता बहुलम् इति सूत्रेण। भिन्नः इति कृदन्तस्य निर इति गतिसंज्ञके नियोजिते अपि नखनिर्भिन्नः इति तृतीया तत्पुरुषसमासः भवति, कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषायाः साहाय्येन। कारकस्य उदाहरणम् अवतप्त नकुलस्थितं तवैतत्, अवतप्त मी नकुलस्थित सु इत्यत्र उत्तरपदमस्ति नकुलस्थितं न तु केवलं स्थितम् इति सप्रत्ययान्तशब्दः। तर्हि अत्र कथं क्षेपे इति सूत्रेण सप्तमी तत्पुरुषसमासः जातः इति चेत् उच्यते कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषया तप्रत्ययान्तस्य स्थितशब्दस्य ग्रहणेन कारकपूर्वस्य नकुलस्थितम् इति शब्दस्य अपि ग्रहणं भवति। स्थितम् इति भावे तप्रत्ययः, नकुलेन स्थितम् इति व्यस्तप्रयोगे, नकुलस्थितम् इति तृतीया तत्पुरुषसमासः जायते कृताकरणे कृता बहुलम् इति सूत्रेण। तत्पश्चात् कर्तृकरणे कृता बहुलम् इति सूत्रेण। तत्पश्चात् कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषया नकुलस्थितम् इति शब्दोऽपि क्रान्तः इति स्वीक्रियते क्षेपे इति सूत्रस्य कार्यार्थम्। नकुलेन इति कर्ता अस्ति, स्थितम् इति कप्रत्ययान्तभावे प्रयोगः उक्तः। यद्यपि स्थितम् इति कृदन्तं नकुलेन इति कर्तकारकपूर्वकम् अस्ति, तथापि सप्तमी तत्पुरुषसमासः जायते अस्याः परिभाषायाः बलेन। अतः एव अवतप्ते इति सप्तम्यन्तस्य नकुलस्थितम् इति क्तान्तेन सह क्षेपे इति सूत्रेण समासः विधीयते। अत्र क्षेपे इति तु क्तान्तपदेन सह निन्दार्थे समासः भवति इति उक्तम्। अवतप्त नकुलस्थित इति यदा वयं समासं कुर्मः तत्र नकुलस्थित इति स्थितम् इति तु क्तान्त प्रत्ययान्तशब्दः अस्ति, परन्तु नकुलस्थित इति तु क्तान्तपदं नास्ति। परन्तु तत्र कर्तृकरणे कृता बहुलम् इत्यनेन नकुलस्थित इति समस्तपदं जायते। नकुलेन स्थितम् इति विग्रहवाक्य अपि च कर्तृकरणे कृता बहुलम् इति सूत्रेण नकुलस्थित इति प्रातिपदिकम् अभवत्। अतः तत्र कृत् ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् इति परिभाषा अस्ति। तत्र न केवलं कृदन्तपदस्य, परन्तु तत्पूर्वं यदि गति अथवा कारक शब्दः अस्ति चेत् तस्यापि ग्रहणं भवति इति कारणेन नकुलस्थितम् इति शब्द अपि इति यः समस्तपदम् अस्ति तस्यापि कृदन्त अस्ति इति क्तान्तप्रत्ययः अस्ति इति स्वीक्रियते। अतः क्षेपे इत्यत्र समासः भवितुम् अर्हति। केवलम् अत्र एक मनसि स्थापयनं यदि कृत्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतु इति परिभाषा स्मर्तव्यम् तृतीया तत्पुरुषसमासविषये एवं केन कारणेन गतिकारक कृद्ग्रहणं कृद्ग्रहणे गति एवं कारकं पूर्वम् अस्ति चेदपि गत्यर्थपदं पूर्वम् अस्ति चेदपि कारकशब्दस्य पदम् अपि पूर्वम् अस्ति चेत् तान्तपदस्य तयोः कृत्करणे तदा बहुलम् इति सूत्रेण तृतीया तत्पुरुषसमासः भवति। तत्करणं नकुलस्थितः इति पदं त्वान्तवत् स्वीकृत्य परिभाषाबलेन स्वीक्रियते। तत्कारणः अवतप्ते नकुलस्थितः इति सप्तमी तत्पुरुषसमासस्य योग्यं भवति इति कृत्वा अवतप्ते नकुलस्थितः इति तत्र समस्त उदाहरणस्य अवतप्ते इत्र उदाहरणे किम् अस्ति पत्र अवतप्ते अवतप्तः इ इत्यस्य स्थितौ गुणसन्धिं कृत्वा अवतप्ते इति भवति। तत्पुरुषे कृति कृता बहुलम् इति सूत्रं वदति तत्पुरुषसमासे कृदन्ते उत्तरपदे सप्तम्या बहुलम् अलुक् भवति इति कृत्वा सप्तमी लुक् न दृश्यते इति कृत्वा अवतप्ते नकुलस्थितम् इति भवति नपुंसकलिङ्गं नकुलस्थितम् इति नपुंसकलिङ्गम् अस्ति चेत् नकुलस्थितः स्थिता इति त्रीणि त्रिषु लिङ्गेषु अपि भवितुमर्हति, किन्तु पूर्वपदस्य लुक् न भवति, प्रत्ययस्य लुक् न भवति। अवतप्तनकुलस्थितः अवतप्ते नकुलस्थितमेव दृश्यते, न तु अवतप्तनिकुल नकुलस्थितः। तदेव शचि अन्य उदाहरणमस्ति प्रवाहे मूत्रितं भस्मनिहूतं, तत्र तु गतिपूर्वपूर्वक अथवा कारकपूर्वः पदं नास्ति, केवलं त्वान्तमस्ति तदेव तस्य उदाहरणानि अस्ति. केवलं नगुलस्थितः इति एव कारकपूर्वम् अस्ति कृत्वा तस्यापि प्रयोजनम् ऐ मीन् सप्तमी अन्तं पदं सप्तमी षट्पुरुषसमासः भवति इति गतवर्गे भवति सम्पू प्रतिपादितम् इति एव अस्ति. प्रश्नः नास्ति चेत् विरमामः. इट्स् ओके, विल् स्टाप् हियर्. धन्यवादः महोदय. धन्यवादः महोदय. महोदय पृच्छतु भगिनि. महोदय तत्र ऐ वास् एब्सेण्ट् लास्ट् क्लास् आल्सो, किन्तु क्षेपे इति सूत्रस्य योजनं कुत्रापि न दृश्यते. इत्युक्ते तस्य अर्थे एव क्षेपे इति पदं न उपयुज्यते. क्षेपे इत्युक्ते निन्दार्थं सूचयति. क्षेपे इति पदस्य अर्थं किमर्थं किमस्ति? निन्दा गम्यमान्यमान. तत्र निन्दा द्योतयितुं किमपि पदमस्ति निन्दार्थे. क्षेपे इत्युक्ते निन्दार्थे. निन्द्यार्थे बोधयितुं सप्तम्यन्तं पदं तान्तपदेन योजयित्वा सप्तमी तत्पुरुषसमासः भवति. केवलं व्यस्तप्रयोगं न भवितुमर्हति. निन्दा न जायते. निन्दया अवबोधनं न जायते इति कारणतः. अत्र त्वान्तपदस्य एकं विशेषमस्ति. त्वान्तपदस्य केवलं त्वान्तपदम् भवतु इति नास्ति. तत्र गतिपूर्वकम् अस्ति चेत्, कारकपूर्वम् अस्ति चेत् तयोः अपि ग्रहणं भवतु इति परिभाषा वदति. इति कृत्वा पूर्वपदं सप्तम्यन्तं पदं यदा अवतप्ते इति पूर्वं सप्तम्यन्तं पदं स्थितं स्थिता इति त्वान्तपदस्य भवति. किन्तु तत्र निन्दा न गम्यते. निन्दार्थं सूचयितुम् एव नकुलस्थितम् इति वर्तते. तत्र नकुलस्थितम् अवतप्ते नकुलस्थितम् इति एव निन्दार्थं सूचयति. यत्र काका, वाट् इस् दट् काका? तीर्थकाका. तत्रापि निन्दा एव सूचयति न. The student goes between the school to school, Gurukulam to Gurukulam. Same meaning is given avatapte nagulasthitam ittatravi. Avagatam va bhagini? So, atra samasatu nakulasthitam. Kintu avatapte yojanena? No, atra pasyatu. Nagulasthitam iti tritiya tatpurusha samasa asti. आम्, नकुलेन स्थितम् इति तृतीयतत्पुरुषसमासः. सत्यं. तत्र सा तत् समस्तपदं सप्तमी तत्पुरुषस्य सप्तप कृतम् अस्ति अवतप्तेन अवतप्ते इति पूर्वपदस्य योजनेन. सो सो द समास इज एडेड टु अवतप्ते एंड देन अ न्यू समास इज क्रिएटेड. Yes, so you can say Tritiya Tatpurusha Garbha Saptami Tatpurusha Samasa Haidhi Vaktum Shakyade. So Antimam Samas Rupam Kim Mahodaya Avataptena Avataptena Kula Sthitam Iti Sampurna Samasa. Astu. Iti Avatapte Avatapte तार्थे अन्य पर्यायवाचि किमपि वक्तुम् इच्छते चेत् अपि कर्तुं शक्यते न महोदय? तत्र अवतप्ते इति तस्य पर्यायशब्दं भवति वा न इति न उक्तम्. अवतप्ते नकुलस्थितम् इति प्रयोगमस्ति, शिष्टप्रयोगमस्ति. इति एव अर्थ इच्छन्ति चेत् अवतप्ते नकुलस्थितम् इति कर्तुं शक्यते, अन्यथा तु नास्ति. अस्तु, यदा तीर्थकाक इति अपि निन्दार्थे एव उच्यते न, तत्र तत्र निन्दार्थे पदं किम् अस्ति तत्र सूत्रे? तीर्थकाक इति निन्दार्थे अस्ति, तत्र किं सूत्रमस्ति तत्र? द्वाङ्क्षेण क्षेपे. द्वाङ्क्षेण क्षेपे, तत्रापि तत्रापि क्षेपे अस्ति. अस्तु अस्तु, अवगतम्. उत्तमं, स्पष्टम्. अधुना तु स्पष्टं महोदय, धन्यवादः. धन्यवादः, नमस्कारः सर्वेभ्यः. नमस्कारः महोदय. धन्यवादः महोदय. नमस्ते. धन्यवादः. नमस्ते.